पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 51 ब्राह्मण्युवाच गदे तस्मिन् दुराचारे गोभिले पापचेतसि पद्मावती रुरोदाथ दुःखेन महदान्विता तस्यास्तु रुदिदं श्रुत्वा सख्यः सर्वाद्विजोत्तम पप्रच्युस्तां राजकन्यां ताः सर्वाश्च वरानाः कस्माद्रो दिशि भद्रं ते कथयस्व हि चेष्टितं क्व गदोऽसौ महाराजो माधुराधिपतिस्तव येन त्वं हि समाहूदा प्रियेत्युक्त्वा वदस्वनः ता उवाच सुदुःखेन रोदमाना पुनः पुनः तया आवेदितं सर्वं यज्जातं दोषसम्भवं ताभिर्नीतापि दुर्गेहं वेपमाना सुदुःखिता मातुःसमक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः समाकर्ण्य तदो देवी गदा सा भर्तृमन्दिरम् भर्तारं श्रावयामास सुधा वृत्तान्तमेव हि समाकर्ण्य तदो राजा महादुःखी अजायत यानाच्छादनकं दत्त्वा परिवारसमन्वितां मधुरां प्रेषयामास गदा सा प्रियमन्दिरं सुधा दोषं समाच्छाद्य पिता माता द्विजोत्तम उग्रसेनस्तु धर्मात्मा पद्मावतीं समागतां सदृष्ट्वा मुमुदे चाशु उवाचेदं वचः पुनः त्वया विना न शक्तोऽस्मि जीवितुं हि वरानने बहुप्रभासि मे प्रीता गुणशीलैस्तु सर्वदा भक्त्या सत्येन ते कान्ते पदि दैवत्यकैर्गुणैः समाभाष्य प्रियां भार्यां पद्मावतीं नरेश्वरः तया सार्धं स वैरे मे उग्रसेनो नृपोत्तमः ववृधे दारुणो गर्भः सर्वलोकभयप्रदः पद्मावती विजानादि तस्य गर्भस्य कारणं स्वोदरे वर्धमानस्य चिन्तयन्ती दिवानिशम् अनेन किमु जातेन लोकनाशकरेण वै अनेनापि न मे कार्यं दुष्टपुत्रेण साम्प्रतम् औषधीं पृच्छदे साधु गर्भपादस्य सर्वतः नारी महौषधीं सा हि विदन्ती च दिने दिने गर्भस्य पातनायैव उपाया बहुशकृताः ववृधे दारुणो गर्भः सर्वलोकभयङ्करः तामुवाच ततो गर्भः पद्मावतीं च मातरम् कस्मात्त्वं व्यधसे मादरौषधीभिर्दिने दिने पुण्येन वर्धते चायुः पापेनाल्पं तु जीवितम् आत्मकर्म विपाकेन जीवन्ति च म्रियन्ति च आमगर्भा प्रयान्त्यन्ये अपक्वास्तु महीतले जादा मात्रा म्रियन्तेऽन्य कथिते यौवनान्विताः बाला वृद्धाश्च तरुणा आयुषो वशतां गदाः स सर्वे कर्मविपाकेन जीवन्ति च म्रियन्ति च ओषध्यो मन्त्रदेवाश्च निमित्तास्युर्न संशयः मामेव हि न जानासि भवदी यादृशो ह्यहं दृष्टश्रुतस्त्वया पूर्वं कालनेमिर्महाबलः दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः देवासुरे महायुद्धे हतोऽहं विष्णुना पुरा साधयितुं च तद्वैरमागतोऽस्मि तवोदरं साहसं च श्रमं मादर्मा कुरुष्व दिने दिने एवमुक्त्वा द्विजश्रेष्ठ मादरं विररामसः मातोद्यमं परित्यज्य महादुःखादभूत्तदा दशाब्दाश्च गदा यावत्तावद्वृद्धिमवाप्तवान् पश्चाज्जज्ञे महातेजाकंसोऽभूत् स महाबलः येन सन्त्रासिता लोकास्त्रैलोक्यस्य निवासिनः यो हतो वासुदेवेन गदो मोक्षं न संशयः एवं श्रुतं मया कान्त भविष्यं तु भविष्यति पुराणेष्वेव सर्वेषु निश्चितं कथितं तव पितृगेहे स्थिता कन्या नाशमेवं प्रयाति सा गृहावासायमेकान्त कन्यामोहं न कारयेत् इमां दुष्टां महापापां परित्यज्य स्थिरो भव प्राप्तव्यं तु महापापं दुःखं दारुणमेव च लोके श्रेयःकरं कान्त तद्भुक्ष्वत्वं मया सह शूकर्युवाच यदद्वाक्यं सुमन्त्रं दुःश्रुत्वा स हि द्विजोत्तमः त्यागे मदिं चकारासौ समाहूदाह्यहं तदा सकलं वस्त्रशृङ्गारं मम दत्तं शुभे शृणु तवैव दुर्नयनैर्विप्रशिवशर्मा द्विजोत्तमः गदो वै मदिमान् दुष्टे कुलदुष्टप्रचारिणि यत्र ते तिष्ठते भर्ता तत्र गच्छन संशयः तव यद्रोचते स्थानं यथादिष्टं तथा कुरु एवमुक्त्वा महाभागे पितृमातृकुटुम्बकैः परित्यक्ता गदा शीघ्रं निर्लज्जाहं वरानने न लभ्याम्यहमेवापि वासस्थानं सुखं शुभे भत्सयन्ति च मां लोकाः पुंचलीयं समागता अडमाना गदा देशात् कुलमानेन वर्जिता देशे गुर्जरके पुण्ये सौराष्ट्रे शिवमन्दिरे वनस्थले दिविख्यातं नगरं वृद्धिसङ्कुलम् अतीव पीडिता देवि क्षुधयास्तं तदा शृणु कर्परं हि करे गृह्य भिक्षार्थमुपचक्रमे गृहीणां द्वारदेशेषु प्रविशामि सुदुःखिता मम रूपं विपश्यन्ति लोका कुत्सन्ति भामिनि न ददन्ते च मे भिक्षां पापाचेयं समागता एवं दुःखसमाहारा दारिद्र्यपटिपीडिता अटन्त्या च मया दृष्टं गृहमेकमनुत्तमम् तुङ्गप्राकारसंवेष्टं वेदशालासमन्वितं वेदध्वनिसमाकीर्णं बहु विप्रसमाकुलम् धनधान्यसमाकीर्णं दासी दासैरलङ्कृतं प्रविवेशगृहं रम्यं लक्ष्मीमुदितमेव तद् तद्गृहं सर्वतो भद्रं तस्यैव शिवशर्मणः भिक्षां देहीत्युवाचाथ सुदेवाद्दुःखपीडिता शिवशर्मादशुश्राव भिक्षाशब्दं द्विजोत्तमः मङ्गलां नाम वैभार्यां लक्ष्मीरूपां वराननां तां हसन् प्राहधर्मात्मा शिवशर्मा महामदिः इयं हि दुर्बला प्राप्ता भिक्षार्थं द्वारमागदा समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे कृपया परयाविष्टा ज्ञात्वा मां तु समागदाम् प्रोवाच मङ्गलाकान्तं दास्यामि प्रियभोजनम् एवमुक्त्वा जभर्तारं मङ्गला मङ्गलान्विता पुनर्मां भोजयामास मिष्टान्नेन सुदुर्बलाम् मामुवाच स धर्मात्मा शिवशर्मा महामुनिः का त्वमत्र समायादा कस्य वा भ्रमसे जगद केन कार्येण सर्वत्र कथयस्व ममाग्रदः एवमाकर्ण्य तद्वाक्यं भर्तुश्चैव महात्मनः स्वरेण दक्षितकान्तो मया वै पापया तदा व्रीडयाधो मुखी जादा दृष्टो भर्ता यदा मया मङ्गला चारु सर्वाङ्गी भर्तारमिदमब्रवीद का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति कथयस्व प्रसादेन का च एषा भविष्यति इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे एकपञ्चाशत्तमोऽध्यायः ॐ